शिवाष्टकम् त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधं त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् त्रिशाखैर्बिल्वपत्रैश्च ह्यछिद्रैः कोमलैः शुभैः शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे शुध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम् शालिग्रामशिलामेकाम् विप्राणां जातु अर्पये सोमयज्ञमहापुण्यम् एकबिल्वं शिवार्पणम् दन्तिकोटिसहस्राणि वाजपेयशतानि च कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् लक्ष्म्याः स्तनत उत्पन्नम् महादेवस्य च प्रियम् बिल्ववृक्षम् प्रयच्छामि एकबिल्वं शिवार्पणम् दर्शनम् बिल्ववृक्षस्य स्पर्शनम् पापनाशनम् अघोरपापसंहारम् एकबिल्वं शिवार्पणम् मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यम् यः पठेच्छिवसन्निधौ सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् इति बिल्वाष्टकं सम्पूर्णम्।